नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति कृत् प्रत्ययः अपि सार्वधातुकाः आर्धधातुकाश्च इति विषयः अनुवर्तते. एतावता अस्माभिः कृत् प्रत्ययेषु शत्रुप्रत्ययः अस्ति चेत् तत्र सार्वधातुकप्रक्रिया कथं भवति इति स्थूलरीत्या अस्माभिः चर्चितं. तत्र विस्तृतरूपेण नास्ति, परन्तु स्थूलरीत्या तत्र सारांशः कः इति चेत्, प्रत्ययः कृत् प्रत्ययः वा भवतु अथवा तिङ् प्रत्ययः वा भवतु, धातुतः विद्यमानः प्रत्ययः कृत् वा भवतु तिङ् वा भवतु, प्रत्ययः सार्वधातुकः अस्ति चेत् प्रक्रिया समाना भवति. तत्र सर्वत्र सार्वधातुकप्रक्रिया इति अभिज्ञानम् अस्ति चेत् तदानीं तत्र कर्त्रार्थे अपि अस्ति वा इति विचिन्त्य गणनिमित्तिकविकरणप्रत्ययः भवन्ति इति वयं जानीमः. तर्हि दशगणाः सन्ति, गणम् अनुसृत्य तत्तद्गणविकरणप्रत्ययः भवति इति ज्ञातवन्तः. ततः अग्रे तत्र शत्रुप्रत्ययस्य विषये एव, तत्र शत्रुप्रत्ययप्रक्रियायां सर्वधातुकप्रक्रियायां तत्र तिङ् प्रत्ययः भवतु कृत् प्रत्ययः वा भवतु, सर्वधातुकप्रक्रियायां तत्र रूपेषु भेदः दृश्यते. प्रत्येकस्मिन् गणे भिन्नभिन्नरूपं वयं भिन्नभिन्नरूपाणि वयं द्रष्टुं शक्नुमः. किमर्थम् इति चेत् तस्य कारणं किं, कारणं किमर्थं तत्र रूपभेदाः दृश्यन्ते. अर्धधातुकप्रक्रियायां रूपभेदः न दृश्यते, यतोहि सर्वत्र तत्र एकविध लकारनिमित्तिकप्रत्ययः भवति. तिङ् प्रत्ययस्य प्रसङ्गे चिन्तयामः चेत्, लृट् लकारम् इति स्वीकुर्मः चेत् तत्र रूपभेदः न दृश्यते. सर्वत्र स्य स्य स्य इति एव श्रूयते, अथवा तत्र लुट् लकारः अस्ति चेत् तत्र सर्वत्र तास् इति प्रत्ययः एव अस्ति. तर्हि तत्र भेदः न दृश्यते, रूपभेदः न दृश्यते. तत्र आर्धधातुकप्रत्ययं केवलम् इडागमः भवति न वा इत्येव चिन्तनं भवति. अत्र सार्वधातुकप्रक्रियायां रूपभेदः किमर्थं दृश्यते इति प्रश्ने सति, एकं तु वयं जानीमः विकरणप्रत्ययस्य भेदेन. भिन्नभिन्नगणेषु भिन्नविकरणप्रत्ययः अस्ति इति कृत्वा रूपभेदः भवति इति वयं साधारणज्ञानम् अस्ति इति जानीमः. ततः अग्रे विकरणप्रत्ययम् आश्रित्य भिन्नभिन्न अङ्गकार्याणि अपि भवन्ति. विकरणप्रत्ययस्य स्वभावम् अनुसृत्य, स्वभावम् आधारीकृत्य अङ्गे भिन्नकार्यं भिन्न अङ्गकार्याणि भवन्ति. तेन कारणेन अपि रूपं भिद्यते. तर्हि कारणद्वयमस्ति, एकमस्ति विकरणप्रत्ययस्य भेदेन, द्वितीयं कारणमस्ति विकरणप्रत्ययस्य प्रभावेन अङ्गे भिन्नभिन्नकार्याणि भवन्ति. यथा सामान्यमस्ति, कुत्रचित् गुणः भवति, कुत्रचित् गुणः न भवति, कुत्रचित् अन्यत् एव भवति इति तादृशकार्येषु भेदः दृश्यते. तर्हि अस्माभिः तत्र प्रथमं इति प्रथमतया तत्र विकरणप्रत्ययेन भेदः भवति इति प्रथमबिन्दुः अस्माभिः चर्चितं. तत्र द्वितीयः बिन्दुः अपि तत्र विकरणप्रत्ययस्य प्रभावेन अङ्गे भेदः भवति इत्यस्मिन् विषये अस्माभिः चर्चा अपि प्रारब्धा आसीत्. तत्र प्रथमं तत्र प्रथमगणे भुवादिगणे चुरादिगणे किं भवति इति वयं ज्ञातवन्तः. तत्र भुवादिगणे चुरादिगणे तत्र शप् इति प्रत्ययः भवति. शप् प्रत्ययम् आश्रित्य अङ्गे गुणः भवति इति वयं जानीमः. तर्हि तत्र भुवादिगणे चुरादिगणे द्वयोः मध्ये भेदः कः इति चेत्, चुरादिगणे निच् इति प्रत्ययः नित्यरूपेण विधीयते. निच् इति अर्धधातुकप्रत्ययः अस्ति. अर्धधातुकप्रत्ययम् आश्रित्य धातौ तत्र कार्याणि भूत्वा नूतनधातुः निर्मीयते. यथा चुर् इति धातुः अस्ति चेत् निच् योजयित्वा तत्र निच् इति प्रत्यये इ इति अवशिष्यते. तं योजयित्वा तत्र चोरी इति नूतनधातुः निष्पद्यते. तदनन्तरं चोरियोगः शप्योगः ति, एवमेव भुवादिगणे भूयोगः शप्योगः ति, उभयत्र समानप्रक्रिया. इदानीं ति नास्ति इति विचिन्त्य तत्र लटः स्थाने शत्रुप्रत्ययः भवति इति कृत्वा भूयोगः शप्योगः अत् अथवा चोरियोगः शप्योगः अत् उभयत्र पश्यामः चेत् कार्यं समानमेव. शपं निमित्तीकृत्य अङ्गे गुणकार्यं भवति, अनन्तरम् एचोय वायावः इति कृत्वा अङ्गस्य निर्माणं, तदनन्तरं शत्रुप्रत्ययेन सह योजनम् इति सामान्यमस्ति. ततः अग्रे अन्येषु गणेषु किं किं भवति इति वयं पश्यामः. तदनन्तरं द्वितीयः बिन्दुः अपि अस्माभिः चर्चितमिति मन्ये खलु, अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति पठितं खलु तत्र गतवर्गे. तर्हि तत्र द्वितीय तत्र अदादिगणे जुहोत्यादिगणे का गतिः इति चेत्, अदादिगणे जुहोत्यादिगणे विकरणप्रत्ययः नास्ति. अदादिगणे अपि विकरणप्रत्ययस्य विकरणप्रत्ययस्य लुक् भवति, जुहोत्यादिगणे विकरणप्रत्ययस्य श्लू इत्यनेन लोपः भवति. अदादिगणः अपि च जुहोत्यादिगणः अनयोः भेदः कः इति चेत्, जुहोत्यादिगणे द्वित्वं भवति, अदादिगणे द्वित्वं नास्ति. तर्हि तत्र भ्रूयोगः अत् शत्रुप्रत्ययः विकरणप्रत्ययः नास्ति. तर्हि इदानीम् अदादिगणे रूपं भिन्नमस्ति, एकं कारणं विकरणप्रत्ययः नास्ति एव, द्वितीयं कारणं तत्र साक्षात् शत्रुप्रत्ययम् आश्रित्य अङ्गे कार्यं भवति. यथा अत्र भ्रूयोगः अत् इति वदामः चेत् तत्र शपः लुक् जातः, भ्रूयोगः अत् इत्यत्र अत् इति प्रत्ययः अजादिप्रत्ययः अस्ति, अपि च अपित् अस्ति, अजादि अपित् प्रत्ययः. अतः सार्वधातुकप्रत्ययः प्रथमतया सार्वधातुकप्रत्ययः अस्ति, शत्रुप्रत्ययः सार्वधातुकः, शित्वात् सार्वधातुकः, अजादिः अपि अस्ति, पित् नास्ति, अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति. तर्हि तत्र प्रथमं ब्रू इति इगन्तम् अङ्गम् अस्ति, तर्हि गुणः भवति वा इति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति खलु इति चेत् गुणः बाधितः अस्ति स्मिति च इति सूत्रेण. तर्हि ततः अग्रे क्रिं किं भवितुम् अर्हति इति चेत्, ब्रूयोगः अत् इत्यत्र बहु सामान्यसूत्रमस्ति, इकोयणचि इकोयणचि इत्यनेन यण् सन्धिः भवितुम् अर्हति तत्र. परन्तु तत्र एकम् अन्यत् विशिष्टं सूत्रमस्ति, अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति एकं सूत्रमस्ति. इत्युक्ते यत्र यत्र अजादिप्रत्ययः अस्ति, अपि च इकारान्त उकारान्तधातुः अस्ति, इकारान्त उकारान्तधातोः साक्षात् अनन्तरम् अजादिप्रत्ययः अस्ति. यथा अत्र ब्रू इति उकारान्त अङ्गम् अस्ति, तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् तत्र उकारस्य स्थाने उवङ्ग् इति आदेशः भवति, उवङ्ग् इति आदेशः. तर्हि उवङ्ग् इति आदेशे मकारस्य इत्संज्ञा भूत्वा लोपः भवति, उव इति अवशिष्यते. उव इत्यत्र वकार उत्तरवर्ति अकारः उच्चारणार्थः अस्ति, केवलम् उच्चारणार्थः. तर्हि उव् इति अवशिष्यते. तर्हि ब्रू इत्यत्र उकारस्य स्थाने उव् इति आदेशः भवति चेत् ब्रुव् योगः अत् ब्रुवत् इति प्रातिपदिकं सिद्ध्यति. एवमेव जुहोत्यादिगणे अपि अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य बहूनि कार्याणि सन्ति, परन्तु तत्र धातुः इति एकं दलम् अस्ति खलु, तत्र युवोः धात्वोः इत्यनेन इकारान्त उकारान्तधातुः इति अर्थः. तर्हि अजादिप्रत्ययः अस्ति चेत् अन्यत्रापि कार्यं भवितुम् अर्हति. तर्हि जिह्वीयोगः अत् जुहोत्यादिगणे ह्री इति धातुः, ह्री इति धातुः धातुः अनन्तरं शत्रुप्रत्ययः, तस्मात् शत्रुप्रत्ययः विहितः अस्ति. तत्र शप्रत्ययः शप्रत्ययस्य लुक् भवति, कत्तरीशपितिनेन शप्रत्ययस्य लुक् भवति जुहोत्यादिभ्यः श्लु, जुहोत्यादिभ्यः श्लु इति एकं सूत्रमस्ति, तेन शपः श्लु भवति. तर्हि जिह्रीयोगः अत् इदानीं विकरणप्रत्ययः नास्ति. तर्हि विकरणप्रत्ययस्य कारणेन अदादिगणे जुहोत्यादिगणे रूपभेदः इति नास्ति, परन्तु तत्र साक्षात् तत्र शत्रुप्रत्ययस्य कारणेन एव रूपभेदः अस्ति. अपि च तत्र ज्योत्यादिगणे द्वित्वं भवति, अदादिगणे द्वित्वं न भवति. अतः अनयोः गणयोः रूपभेदः किमर्थमिति चेत् एकत्र द्वित्वम् अन्यत्र द्वित्वं नास्ति. अपि च तत्र इदानीं सरलरीत्या तत्र धातुद्वयं स्वीकृत्य प्रदर्शितम्, अचिष्णु धातु ब्रुवाम् इत्यस्यापि अपवादाः सन्ति. तत् यदा वयं ज्योत्यादिगणः इति वयं वदामः इदानीम् अपवादस्य विषये चर्चां कर्तुं शक्नुमः. तर्हि इदानीं ह्री इति धातुः अस्ति चेत् तत्र द्वित्वं भवति, ह्री ह्री इति द्वित्वम् अस्ति. तदनन्तरं तत्र अभ्यासकार्याणि भवन्ति. तत्र ह्री ह्री इति यदा वदामः चेत् प्रथमभागस्य अभ्याससंज्ञा अस्ति, तर्हि तस्य अभ्यासकार्याणि भवन्ति. अभ्यासकार्याणि भूत्वा तत्र जिह्री इति निष्पद्यते. अत्र अभ्यासकार्याणि कानि कथं भवन्ति इति न प्रदर्शितम्। अग्रे गत्वा जुहोत्यादिगणः इति विषयः आयास्यति, तस्मिन् सन्दर्भे पठामः। तर्हि जिह्रीयोगः अत् इत्यत्र पुनः अत्र पश्यामः चेत् पुनः अत्र गुणस्य प्रसक्तिः अस्ति, परन्तु गुणः बाधितः अस्ति यतोहि अत् इति प्रत्ययः अपित् अस्ति। तर्हि तत्र पुनः अजादिप्रत्ययः परः अस्ति। जिह्री इति अङ्गं पश्यामः चेत् जिह्री इति धातुः इकारान्तधातुः अस्ति, अतः पुनः अत्र अचिष्णुधातु ब्रुवां युवर् यङ्ग् वङ्गौ इति सूत्रस्य प्रसङ्गः कार्यम् अस्ति, अतः ईकारस्य स्थाने यङ् इति आदेशः भवति। पुनः इयङ् यथा उवङ् इत्यत्र आसीत्, इयङ् इत्यत्रापि नकारस्य इत्संज्ञा अपि च इय इति अवशिष्यते, यकार उत्तरवर्ति अकारस्य केवलम् उच्चारणार्थमस्ति, अतः तस्यापि लोपः, अतः इकारः यकारः इति अवशिष्यते। जिह्री इत्यत्र अन्तिम ईकारस्य स्थाने इ इति आदेशः, तर्हि जिह्री जिह्रीय जिह्रियत् इति रूपं योजयित्वा जिह्रियत् इति रूपं निष्पद्यते इति अस्माभिः चर्चितम्। इदानीं ततः अग्रे सर्तुं शक्नुमः। एतावता प्रश्नः अस्ति वा? यद् अस्माभिः गतवर्गे चर्चितं तस्मिन् विषये सारांशरूपेण अहम् उक्तवती, इत्युक्ते बहु किमपि उक्तवती इति नास्ति, नूतनं किमपि नास्ति खलु? आं भगिनि, आं भगिनि, अस्तु। तर्हि इदानीं नमस्ते भगिनि विजयलक्ष्मी, विजयलक्ष्मी भगिनि नमस्ते। नमस्ते भगिनि, गीताञ्जलि अस्मि, अपि अस्मि गीताञ्जलि भगिनि, वंशी अस्मि, वंशी भगिनि नमस्ते भगिनि, गीता अस्मि, गीता भगिनि नमस्ते, नमस्ते भगिनि, शर्मिला भगिनि नमस्ते, सुमन भगिनि नमस्ते, अस्तु अस्तु। तर्हि इदानीम् अत्र जयलक्ष्मी भगिनी पठतु अत्र अग्रे विकरणप्रत्ययस्य श्लौ अङ्गस्य। आं भगिनि, पठिष्यामि। विकर्णप्रत्ययस्य श्लौ अङ्गस्य द्वित्वं जुहोत्यादिगणे दायोग अत् दायोग श्लू योग अत् श्लौ इत्यनेन द्वित्वं दा दा योग अत् ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वत्वं ददा योग अत् ददत् इति रूपम्। अत्र जुहोत्यादिगणे दा इति धातुः स्वीकुर्मः चेत् तत्र रूपं शत्रुप्रत्ययस्य योजनेन रूपं कथं भवति इति दत्तमस्ति। विकर्णप्रत्ययस्य श्लौ भवति इति चेत् द्वित्वं भवति, अतः दा दा इति रूपं भवति। प्रथमतया दा योग अत् अनन्तरं श्लौ इत्यनेन द्वित्वम्, अतः दा दा इति रूपं भवति। दादा इति रूप दादा योग अत् तत्र अभ्यासस्य ह्रस्वत्वं भवति ह्रस्वः इति सूत्रेण। दादा इत्यस्य अभ्याससंज्ञा अस्ति प्रथम दा इत्यस्य, अतः तत्र ह्रस्वत्वं भूत्वा ददा इति रूपं। ददा योग अत् तत्र च द्वितीय आकारस्य लोपः भवति श्नाभ्यस्तयोरात्तः इति सूत्रेण इति चिन्तयामि भगिनि, भगिन्या उक्तं तस्मिन् वर्गे। अतः अभ्यस्तस्य आकारस्य लोपः भवति। इदानीं दद् योग अत् ददत् इति रूपं प्राप्यते। समीचीनम्। इत्युक्ते अत्र निगमनं किम् अस्ति, तत्र अस्माकं निगमनं किम् अत्र अत्र शप्र विकर्णप्रत्ययः नास्ति, तथापि शत्रुप्रत्ययम् अवलम्ब्य एव कानिचन कार्याणि अङ्गे भवति इति एतस्य उदाहरणं प्रदर्शितमस्ति इति चिन्तयामि। इत्युक्ते तत्र अत्र अस्मिन् अत्र तृतीयबिन्दौ एकमस्ति, विकर्णप्रत्ययः एव नास्ति इति एकः अस्ति इत्यनेन रूपभेदः अस्ति, अपि च तत्र द्वित्वमपि भवति इत्यनेन रूपभेदः अस्ति, अपि च तत्र शत्रुप्रत्ययम् अवलम्ब्य अङ्गकार्याणि इत्यनेन अपि रूपभेदः अस्ति, अतः त्रयः बिन्दवः सन्ति तत्र खलु। अत्र दादा इति ददा इति भवति, तत्र किं भवति इति तत्र प्रक्रियायाः विषयः अस्ति. प्रक्रियायाः विषये वयम् अग्रे पठामः विस्तृतरूपेण. इदानीम् अहं वदामि चेदपि विस्मरणं जायते, यतोहि अभ्यासः न भवति खलु. अतः तत्र केवलं किं स्मर्तव्यम् इति चेत् जुहोत्यादिगणे द्वित्वं भवति इति वयम् अवगन्तुं शक्नुमः. यदा द्वित्वं भवति, दा इति धातोः द्वित्वं भवति, तर्हि दादा इति अस्ति द्वित्वानन्तरं. तर्हि प्रथमदा प्रथमभागः यः अस्ति दा इति भागः, तस्य अभ्यासः इति संज्ञा भवति, अभ्याससंज्ञा. यदा अभ्याससंज्ञा भवति तत्र अभ्याससंज्ञां आश्रित्य कार्याणि भवन्ति. अत्र एकं कार्यमस्ति ह्रस्वः इति एकं कार्यम्, अभ्यासस्य ह्रस्वत्वम् इति एकं कार्यं. तर्हि दा इति प्रथमभागस्य ह्रस्वत्वं भवति, दीर्घ आकारस्य ह्रस्व आकारः भवति. अतः द दा इति अस्ति, ददा ददा इति अस्ति. इदानीं ददायोगः अत् ज्योत्यादिगणे विकरणप्रत्ययस्य लुक् विकरणप्रत्ययस्य श्लौ इत्यनेन लोपः, अतः विकरणप्रत्ययः नास्ति. ददायोगः अत् इत्यत्र किं भवति इति चेत् विशिष्ट अङ्गकार्यं भवति. अतः ददा इत्यस्य आकारस्य लोपः भवति. श्नाभ्यस्तयोरातः इति एकं सूत्रमस्ति. श्ना प्रत्यान्त अङ्गस्य अपि च अभ्यस्तसंज्ञक अङ्गस्य इति सूत्रस्य विवरणम् इदानीं न वदामि, यतोहि अभ्यस्तसंज्ञक अङ्गम् इति वयं जानीमः चेत् अवगन्तुं शक्नुमः. इदानीं ददा इति यत् अङ्गम् अस्ति तस्य अभ्यस्त इति संज्ञा अपि भवति. दा इति प्रथमभागस्य अभ्यासः इति संज्ञा अस्ति, सम्पूर्णस्य धातोः अभ्यस्तसंज्ञा अस्ति. तर्हि तादृश अभ्यस्तसंज्ञकस्य आकारस्य लोपः भवति सार्वधातुक कित्नित् प्रत्यये परे. अतः ददा इत्यत्र आकारस्य लोपः भूत्वा दद्योगः अत् ददत् इति रूपं निष्पन्नम् अस्तु. अत्र प्रत्ययाः विषये संशयः अस्ति चेत् चिन्ता मास्तु, यतोहि विस्तृतरूपेण पठितवन्तः. अत्र निगमनं किम् इति चेत् किमर्थं रूपभेदः इति वयम् अवगच्छामः चेत् पर्याप्तं. किमर्थं रूपभेदः? एकमस्ति द्वित्वम् इति कारणेन रूपभेदः अस्ति. जुहोत्यादिगणे जुहोत्यादिगणस्य अपेक्षया अन्यगणेषु भिन्नभिन्नरूपाणि सन्ति, तर्हि भेदः किम् इति चेत् एकमस्ति द्वित्वं, द्वितीयमस्ति तत्र विकरणप्रत्ययस्य लोपः, तृतीयमस्ति द्वित्वस्य कारणेन अङ्गस्य अभ्यस्तसंज्ञा भवति. अभ्यस्तसंज्ञा अस्ति इति कृत्वा विशिष्ट अङ्गकार्याणि भवन्ति शत्रुप्रत्ययम् आश्रित्य. इत्यनेन रूपभेदः. ददत् इति रूपं भिन्नम् अस्ति यथा तत्र भवत् इति रूपं भिन्नम् अस्ति. किमर्थं द्वयोः रूपभेदः इति चेत् भवत् इति रूपं भिन्नं, ददत् इति रूपं भिन्नं. किमर्थम् इति चेत् भवत् अत्र कोऽपि वदतु, अत्र कः वदति? अत्र विजयलक्ष्मी भगिनी वदतु. भवत् इति रूपं भिन्नं, ददत् इति रूपं भिन्नं, किमर्थं रूपभेदः? भवत् इत्यत्र तु विकरणप्रत्ययः आयाति, शप् इति विकरणप्रत्यय प्रत्ययस्य अनुबन्धानां लोपानन्तरम् अ इति अवशिष्यते. तत्र धातु भू इति पूर्वमासीत्, तस्य गुणकार्यं भवति सार्वधातुक प्रत्यय विकरणप्रत्ययः अस्ति इति कृत्वा भो योगः अ इति भवति. अनन्तरं यान्तवान्तदेशसन्धि कृत्वा भव अनन्तरं शत्रुप्रत्ययस्य अत् आयाति, तत्र पूर्वरूप आदेशः कृत्वा भवत् इति रूपं निष्पद्यते. परन्तु ददत् इत्यस्य विकरणप्रत्ययः एव नास्ति, तत्र श्लु इत्यनेन विकरणप्रत्ययस्य लोपः भवति, विशिष्टलोपः भवति. दकारस्य द्वित्वं दा इति धातोः द्वित्वं कृत्वा दादा इति भवति. अनन्तरं दादा इत्यस्य अभ्यस्तसंज्ञा भवति, तत्र प्रथमदा इत्यस्य ह्रस्वत्वं भवति. अनन्तरं शत्रुप्रत्ययस्य योजनेन द्वितीय आकारस्य अपि ह्रस्वत्वं कस्मिंश्चित् सूत्रे भवति, कस्यचित् सूत्रे भवति, ददत् इति रूपं निष्पद्यते. अत्र निष्पन्न रीति अत्र भेदः समीचीनं. हा, प्रक्रियायां भेदः अस्ति. भेदः सारांशरूपेण वक्तव्यं चेत् अत्र प्रक्रियायाः चिन्तनम् अकृत्वा सारांशरूपेण भेदः वक्तव्यं चेत् यथा मया उक्तं तत्र भ्वादिगणे शप् इति प्रत्ययः अस्ति, तर्हि शपं प्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति अङ्गे, अतः रूपभेदः अस्ति. अत्र जुहोत्यादिगणे विकरणप्रत्ययः नास्ति इति कृत्वा रूपभेदः, जुहोत्यादिगणे द्वित्वम् अस्ति, अभ्यासकार्यम् अस्ति इति कृत्वा भेदः, अपि च शत्रुप्रत्ययं निमित्तीकृत्य अभ्यस्त अङ्गस्य कार्यमस्ति इति कृत्वा भेदः इति सारांशरूपेण वयं चिन्तयितुं शक्नुमः. अस्तु, इदानीं तत्र द्वादिगणः अपि च अदादिगणे भेदः क भेदः कः इति कोऽपि वदतु. अत्र गीता भगिनी वदतु. ब्रू इति धातोः तत्र ब्रू ब्रुवत् इति रूपं निष्पन्नं, तर्हि भवत् इति रूपम् अपि च ब्रुवत् इति रूपम् अनयोः भेदः कः? प्रक्रियायाः चिन्तनम् अकृत्वा तत्र सारांशरूपेण भेदः तत्र के भेदाः इति वदतु. अदादिगणे ब्रवत् इति भवति, अचि श्रुधातु भुवां यो ओरियोङ्गौ इति सूत्रेण क्रमेण वदतु. तत्र भवत् इत्यत्र किं भवति? भूयोगः शप्योगः अत् भवति इति पदे भूयोगः शप्योगः अत् शत्रुप्रत्ययस्य निरबन्धानुरूपम् अत् इति भवति. गुणं भूत्वा भो इति भवति. तदनन्तरं यान्तावान्तदेशसन्धि प्रक्रिया भूत्वा भव इति, तदनन्तरं भवत् इति भवति. अत्र अदादिगणे ब्रू योगः अत् इति भवति. शपः लुक् भवति, लुक् इत्युक्ते लोपः भवति. ब्रू योगः अत् एकक्षणं भगिनि, तर्हि तत्र शपः लोपः भवति इति एकः भेदः अस्ति. वादिगणे अपि च अदादिगणे शपः लोपः भवति इति एकः भेदः, अपि च द्वितीयः भेदः कः? भुवादिगणे तत्र शप् निमित्तीकृत्य अङ्गकार्याणि अङ्गकार्यं सन्धिकार्यम् अपि जातं खलु? भवति अङ्गकार्यम् अपि भवति, गुणः भवति, तदनन्तरं सन्धिकार्यमपि भवति. तत् तर्हि तत्र द्वादिगणे शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यं किमपि आसीत् वा? ब्रुव् इति अङ्गमस्ति इदानीं, ब्रू न तत्र भव इति अङ्गमस्ति. भवयोगः अत् इत्यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् आसीत् वा? तत्र नास्ति, भवति इति भवति. तत्र केवलं सन्धिकार्यमेव आसीत्, अतो गुणे सन्धिकार्यमेव वर्णमेलनं भवति. अत्र एक सूत्रम् अस्ति, अचि स्नुधातु त्वां यो यो योयङ्गो इति. इत्यनेन उकारान्त धातुरूपी अङ्गमस्ति ब्रू. उकारस्य स्थाने ऊ भवति, उव. ब्र योगः उव योगः अत् भवति, ब्रू योगः अत्. तदनन्तरं ब्रुवत् इति भवति. समीचीनम्. इत्युक्ते अत्र अत् इति प्रत्ययं निमित्तीकृत्य अङ्गकार्यमपि अस्ति, तादृश अङ्गकार्यं नासीत् द्वादिगणे, नासीत् अत्र अस्ति इति भेदः. अत्र अस्ति इति कृत्वा वयम् अस्माकं मनसि एतादृश आस्वादः भवति खलु, इत्युक्ते भिन्नभिन्नगणेषु भिन्नभिन्नकार्याणि भवन्ति सार्वधातुकप्रक्रियायाम् इति भेदः. भगिनि एकः प्रश्नः, यदा ब्रूयोग अत् इति वदामः चेत् तत्र इको यणचि कार्यं न करोति इति वयं जानीमः, तत् किमर्थम् इति पृच्छामः चेत् तस्य बलाबलचिन्तनम् इत्यनेन वा अन्य कथं वयं शास्त्रीयरीत्या न्यायं कर्तुं शक्नुमः? तत्र अचिष्णुधातु ब्रुवम् इति सूत्रं कुत्र अस्ति? षष्ठ अध्याये चतुर्थपदे अस्ति खलु? चतुर्थपदे अस्ति. अथवा अङ्गकार्यम् इति अङ्गकार्यम् इति वदामः. अङ्गकार्यस्य अधिकारः कुतः आरभ्यते? अङ्गकार्यस्य तु षष्ठम अध्याये चतुर्थपादात् आरभ्य सप्तम अध्याये चतुर्थपादपर्यन्तम् अङ्गकार्यं भवति. सम्यक्. तर्हि अचिष्णुधातुभ्रुवां अचिष्णुधातुभ्रुवाम् इति सूत्रम् अङ्गस्य इत्यस्य अधिकारे अस्ति. अङ्गस्य इत्यस्य अधिकारः षष्ठाध्यायस्य चतुर्थपादे प्रथमसूत्रमस्ति. अङ्गस्य इत्युक्ते षष्ठाध्यायस्य सम्पूर्णतया चतुर्थपादात् आरभ्य षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्याय अन्तपर्यन्तम् अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः अचिष्णुधातु ब्रुवाम् इति सूत्रम् अङ्गस्य इत्यस्य अधिकारे अस्ति. अतः अङ्गकार्यम् इति वयम् अवगन्तुं शक्नुमः. इकोयणचि इति सूत्रं कुत्र अस्ति? इकोयणचि षष्ठाध्याये प्रथमपादे प्रथमपादे अस्ति. अङ्गस्य इति अधिकारं न अधिकारे नास्ति. तत्र इकोयणचि इत्यस्य कार्यं कीदृशकार्यम्? तत्र अङ्गकार्यमस्ति, अतः एव अङ्गकार्यं बलवत् इति इत्यनेन परिपालन. एकक्षणम्, इकोयणचि इति कीदृशकार्यं? सन्धिकार्यं, वर्णकार्यं खलु? वर्णयोः योजनम् अथवा वर्णस्य स्थाने किमपि कार्यम् इति वर्णकार्यम् अस्ति. तत् अङ्गकार्यं नास्ति. अङ्गे जायमानं कार्यम् अङ्गकार्यं, वर्णयोः मेलनम् अथवा वर्णयोः परिवर्तनं वर्णकार्यम्. तर्हि अत्र पश्यामः चेत् अत्र एका परिभाषा अस्ति खलु, वर्णादङ्गं बलीयः. वर्णादङ्गं बलीयः इति परिभाषया वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् इति परिभाषा अपि वयं स्वीकर्तुं शक्नुमः. नो चेत् वयं पश्यामः चेत् इको एनचि इति पूर्वसूत्रमस्ति, अचिष्णुधातु इति परसूत्रमस्ति. वर्णादङ्गं बलीयः, वर्णकार्यस्य अपेक्षा अङ्गकार्यं बलवत् इति कृत्वा अचिष्णुधातु ब्रुवम् इति प्रथमं कार्यं करोति. इको एनचि इत्यस्य अवसरः नास्ति. किम् अस्ति अपवादरूपेण? अचिष्णुधातु ब्रुवां युङ्गो. कस्य अपवादः? यण्सन्धि अपवादरूपेण अर्थः अस्ति वा? न, अपवादः इति कदा वदामः? वर्णकार्ये कार्ये अपवादः अस्ति चेत् अपवादः वदामः. अत्र अनयोः तत्र तुलना एव नास्ति खलु. अत्र तु प्रत्ययस्य विषये अत्र अस्ति, अजादिप्रत्यये परे इति अस्ति. तत्र एकः स्थाने यण् इति, तत्र साम्यं कस्य कुत्र अस्ति? साम्यं कुत्रापि नास्ति खलु. अस्तु, तर्हि इदानीम् अग्रे सर्तुं शक्नुमः. इतः अग्रे अत्र उमा भगिनी पठतु. क्षम्यतां भगिनी, किं सारांशरूपेण वक्तुम् इच्छामि भगिनी, किञ्चित् वदतु. जाता अस्तु. दा धातु यदि शत्रुप्रत्यये परे अस्ति चेत् ज्योतिभ्यादि ज्योत्यादिभ्याश्लु इत्यनेन न, अत्र तु श्लू आयाति. हा, दा योग श्लू नास्ति, श्लू इति विकरणप्रत्ययः नास्ति. तत्र श्लू इति लोपस्य संज्ञा अस्ति. शप् अस्ति, किन्तु जुहोत्यादिभ्यः श्लू कारणेन लोपः जातः, शप् लोपः जातः. तदनन्तरं श्लौ सूत्रेण द्वित्वं भवति, इत्युक्ते दा योगः दा. तदनन्तरं ह्रस्वः सूत्रेण प्रथमदा दीर्घत्वं लोपः जातः, दीर्घ आलोपः जातः भवति, ह्रस्व भवति, क्षम्यतां, ददा भवति. तदनन्तरं श्नाभ्यस्तयोरातः सूत्रेण द्वितीयदा अन्ते अपि ह्रस्व जातः, ह्रस्व नास्ति, आकारस्य लोपः. ददा इत्यत्र आकारस्य लोपः अस्तु, आकारस्य लोपः अत् परे एव, इत्युक्ते अदन्तम् अदन्तं प्रत्ययपरे एव. अदन्तं प्रत्ययपरे अपि नास्ति, तत्र सार्वधातुकः कित् नित् प्रत्ययपरे. अस्तु, अत्ति प्रत्ययः नित्वत् अस्ति खलु, अतः ददति इति रूपम्. अस्तु, अवगतं, धन्यवादः भगिनि. अस्तु, इदानीं अग्रे सर्तुं शक्नुमः. उमा भगिनी पठतु. विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः. दिवादिगणे, स्वादिगणे, क्रयादिगणे ची योगः, श्नु योगः, अत् सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः सार्वधातुकम् अपित् किङिति इत्याभ्यां गुणनिषेधः. चिनु योगः अत् चिन्वत् पुंसि चिन्वन्. अत्र विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः भवति, कुत्र कुत्र, दिवादिगणे, स्वादिगणे, क्रयादिगणे, एक्सेट्रा. चि योगः श्नु योगः अत् इति चेत् निगन्धदातु अपि अत्र गुणनिषेधः. इगन्तदातु इकः गुणः सार्वधातुकम् अपित् अपित्वात् तत्र गुणनिषेधः भवति. सार्वधातुकः अपित् अस्ति, स्नु चि योगः स्नु योगः अत् आगच्छति चेत् अत्र अपित् अस्ति. कः अपित् अस्ति? चि योगः स्नु द्वयोः स्थाने अपित् अस्ति. प्रत्ययः अपित् खलु, प्रत्ययस्य विषये प्रत्ययः सार्वधातुकः अस्ति, सार्वधातुकप्रत्ययः अपित्, सार्वधातुकम् अपित्. अतः चि योगः श्नु इति अपित् इति नास्ति, केवलं श्नु इति प्रत्ययः अपित् अस्ति. तर्हि तत्र किं भवति? तदनन्तरं चिनु योगः अत् अस्ति चेत् चिनु चि योगः श्नु इत्यत्र किं भवति? शकारः लोपः भवति, नु अवशिष्यते, चि योगः नु चिनु आगच्छति. नु इति अपित् इति उक्तं खलु, तत्र किमर्थम् अपित् इति उक्तवती, तस्य महत्त्वं किं? बिकास् शप् नास्ति, किञ्चित् सार्वधातुकं, तस्मात् अत्र अपित् इत्यस्य प्रयोजनं किम् अत्र? अपित् गुणनिषेधः. चि इत्यत्र गुणः न भवति, गुणनिषेधः भवति, क्मिति च इति सूत्रेण गुणनिषेधः अस्ति. सार्वधातुकार्धधातुकयोः इत्यनेन चि इति इगन्ताङ्गस्य गुणः भवितुमर्हति सार्वधातुकप्रत्यये परे, श्नु इति प्रत्यये परे, परन्तु श्नु प्रत्ययः अपित् इति कृत्वा किमिति च इति सूत्रेण गुणनिषेधः. अतः चि इति चि इति छे इति न भवति, अतः चि इति छि एव तिष्ठति, अतः चिनु इति अङ्गम्. अग्रे चिनु योगः अत् अत्र उ प्लस् अत्र Um, उवङ् आदेशः यस् उवङ् आदेशः अतिष्णु धातु ब्रुवां योः इयङ् उवङ् अत्र श्नु इति अस्ति तस्मात् चिनु योगः अत्र उकारः स्थाने उवङ् आदेशः भवति सो ऊ आगच्छति सो चिनु उवङ् आदेशः भवति चेत् तत्र किं भवति अत्र उवङ् आदेशः कुत्र अस्ति हा उवङ् आदेशः भवति चेत् तत्र किं भवितुम् अर्हति रूपं किं भवति तत्र चिन्वति इति रूपं न भवति खलु तत्र रूपं किं भवति चिनुवत् अत्र तु चिनुवत् इति नास्ति खलु नास्ति नास्ति तस्मात् अत्र नू योगः अत् भगिनि भवत्याः चिन्तनं सम्यक् अस्ति भवत्याः चिन्तनमस्ति अत्र चिन्तनं सम्यक् अस्ति भवती वक्तुमिच्छति अत्र अचिष्णु धातु ब्रुवाम् इति कार्यं कर्तुं शक्नोति इति भवती वक्तुमिच्छति तर्हि अत्र किमर्थं कार्यं न करोति इति चिन्तयामः अत्र चिनु योगः अत् इत्यत्र अचिष्णु धातु ब्रुवम् इति कार्यं न करोति इति दृश्यते यतोहि चिन्वत् इति रूपम् अस्ति तर्हि किमर्थं कार्यं न करोति इति वदतु चिनु योगः अत् चेत् ऊ योगः अ इति एण्सन्धि भवति न यस् इट् इस् एण्सन्धि ओके चिन् चिन् ऊ विकम्स् वकारः एण्सन्धि सो चिन् बत् हा यण्सन्धिः भवति तत्र यण्सन्धिः भवति इको एणचि इत्यनेन नास्ति परन्तु भिन्नसूत्रेण ओके ओके भिन्नसूत्रेण यण्सन्धिः भवति परन्तु इदानीं वदतु अचिष्णु धातु ब्रुवाम् इति किमर्थं कार्यं न करोति इति वदतु ओके बिकास् आलरेडि सेड् नो उवङ् मीन्स् ऊव् कम्स् सो चिन् चिन्व चिन्व मस् कम् सो अत्र इन् कम्स् नाट् इन् नु तदवगतं तदवगतं परन्तु किमर्थं नास्ति इति वदतु उवङ् इति नास्ति इति जानीमः किमर्थं नास्ति तत् इस् अचि परे अत्र अस्ति अचिष्णु धातु ब्रुवां नु आल्सो इस् देर् अत्र धातुः कः चिनु इति अत्र धातुः कः वदानि वा ची धातुः ची इति धातुः अनन्तरं कः प्रत्ययः इकारः ची इति धातोः अनन्तरं कः प्रत्ययः अस्ति प्रत्ययः श्नु श्नु इति प्रत्ययः अजादिः अस्ति वा चिनु तर्हि तत्र छि योगः नु इत्यत्र अचिष्णु धातुभ्रुवां कार्यं कर्तुं न शक्नोति यतोहि नु इति अजादिः नास्ति इदानीं चिनु इति अङ्गम् अस्ति चिनु इति अङ्गम् अस्ति उकारान्त अङ्गम् अस्ति चिनु योगः अत् अत्र अचिष्णु धातु ब्रुवां कार्यं कर्तुं शक्नोति वा इति चेत् किमर्थं चि योगः श्नु श्नु इति चेत् चिनु धातु बिकम् चिनु नाट् अकारान्त नाट् अजादि प्रत्यय अचिष्णु धातु ब्रुवाम् इति ओन्लि अचि परे दिस् हेपन्स् चिनु हा एकक्षणं भगिनि अत्र सुमन् भगिनि किञ्चित् कार्यं करोतु चिनु योगः अत् इत्यत्र अचिष्णु धातु ब्रुवां कार्यं करोति वा न वा इति वदतु क्षम्यतां भगिनि इदानीं तु अहं कम्प्लीट्लि कन्फ्यूस् अस्मि तत्र अचिष्णु एव अस्ति खलु इत्युक्ते तत्र श्नु प्रत्ययः अस्ति चेत् तत्र कार्यं कर्तुं शक्नोति खलु सत्यम् इति कृत्वा मम प्रश्नः भवती पृष्टवती अहं तु इदानीम् अहं कम्प्लीट्लि ब्लाङ्क् अभवं तत्र श्नु एव अस्ति खलु इति मम चिन्तनम् आसीत् अत्र अत्र किं अहं किं प्रदर्शयितुम् इच्छामि इति चेत् चिनु इत्यत्र यद्यपि चिनु इति उकारान्तधातुः नास्ति, अचिष्णुधातु ब्रुवाम् इति सूत्रे धातुः इकारान्तः अथवा उकारान्तः अस्ति, तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेदेव कार्यम् इति उक्तम्। चिनु इत्यत्र यद्यपि उकारान्तधातुः नास्ति चिनु, तथापि अत्र अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति। किमर्थमस्ति इति चेत् तस्मिन् सूत्रे अचिष्णु इति उक्तं खलु, श्नु इति उक्तत्वात् श्नु प्रत्ययान्तम् अङ्गम् अस्ति चेदपि, श्नु प्रत्ययान्तम् अङ्गं तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेदपि इयङ् उवङ् आदेशः भवितुमर्हति। अत्र श्नु इति उकारान्तः अस्ति इति कृत्वा उवङ् आदेशः भवितुमर्हति। अत्र कार्यद्वयं वयं द्रष्टुं शक्नुमः, इकारान्त उकारान्तधातुः अस्ति, तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् इकारान्तस्य स्थाने इयङ् आदेशः, उकारान्तस्य स्थाने उवङ् आदेशः इति एकं कार्यमस्ति। चिनु इत्यत्र उकारान्त धातुः अस्ति वा इति चेत् नास्ति, चिनु इति धातुः नास्ति इति स्मर्तव्यं, चिनु इति अङ्गम् अस्ति। अतः उकारान्तधातुः इति कृत्वा अत्र अचिष्णुधातुभ्रुवम् इत्यस्य कार्यं न भवति, परन्तु अचिष्णुधातुभ्रुवम् इति सूत्रे श्नु इति अपि उक्तं, श्नु इति उक्तम् इत्यस्य कः अर्थः इति चेत् श्नु प्रत्ययान्तम् अङ्गम् अस्ति चेत् तर्हि उकारस्य उवङ् आदेशः भवति अचिपरे। तर्हि चिनुयोगः अत् इत्यत्र चिनु इति श्नु प्रत्ययान्तम् अङ्गं, तादृश अङ्गं यस्य अन्ते श्नु प्रत्ययः अस्ति, अतः अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इत्यस्य प्रसङ्गः अस्ति। परन्तु तद् न भवति यतोहि बाधितम् अस्ति अन्यसूत्रेण, उष्णोः सारोधातुके इति भिन्नसूत्रमस्ति, उष्णोः सारोधातुके इति भिन्नसूत्रमस्ति, अत्र न प्रदर्शितं। तेन सूत्रेण अचिष्णुधातु ब्रुवाम् इति सूत्रं बाधितमस्ति। तर्हि उष्णोः सारोधातुके इति सूत्रेण यणादेशः एव भवति, यणादेशः भवति इत्युक्ते तत्र उष्णोः सारोधातुके इत्यनेन तत्र किं वदति इति चेत् किञ्चित् जाटिल्यम् अस्ति, बहु किमपि नास्ति तत्र, परन्तु किञ्चित् जाटिल्यं किम् इति चेत् उकारात् पूर्वं अत्र चिनु इत्यत्र उकारः अस्ति, चिनु इति अन्ते उकारः अस्ति, उकारात् पूर्वम् असंयोगः संयोगः नास्ति। संयोगः इत्युक्ते किम्, कोऽपि वदति वा संयोगः इत्युक्ते किम्? जानाति हा, तर्हि हलोनन्तरसंयोगः इत्यस्य कः अर्थः? संयुक्त अक्षरम् अन्ते हल् वर्णस्य संयोगः, द्वौ वर्णस्य मध्ये अच्वर्णः नास्ति, हल् वर्णयोः मध्ये अच्वर्णस्य व्यवधानं नास्ति, वर्णः नास्ति। अत्र चिनु इति उकारात् पूर्वं संयोगः अस्ति वा? इकारः अस्ति किल, हा इकारनकारः अस्ति, चिनु इत्यत्र उकारात् पूर्वम् इकारनकारः अस्ति, अतः उष्णुः सरदातुके किं वदति इति चेत् यत्र उकारात् पूर्वं संयोगः नास्ति तादृशश्रु प्रत्ययान्तम् अङ्गम् अस्ति चेत् तत्र अचिष्णुधातु ब्रुवम् इति कार्यं न करोति, परन्तु यणादेशः भवति इति वदति तत्सूत्रम्। अतः अत्र अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति, अतः तत्र यणादेशः भवति तावदेव। भगिनी विशिष्टसूत्रं पुनः वदतु भगिनी, क्षम्यतां। किं तत्र यं सूत्रम् अचिष्णुधातुभ्यां युवोरिङ निषेधसूत्रम् एकवारं पुनः वदतु भगिनी, विशिष्टोः सार्वधातुके अस्ति, हूष्णुवोः हूष्णुवोः श्नु इति प्रत्यान्तं श्नुवोः अनयोः, हु इति धातुः जुहोत्यादिगणीयधातुः, हु इति धातुः, श्नुवोः श्नु प्रत्यान्त अङ्गयोः तत्र यणादेशः भवति अजादिप्रत्यये परे। इत्युक्ते तत्र श्नु प्रत्यान्त अङ्गं कीदृशं भवेत् इति चेत् असंयोगपूर्व श्नु प्रत्यान्तम् अङ्गं, यस्य संयोगः नास्ति, तत्र उकारात् पूर्वं संयोगः न भवेत्, संयोगः नास्ति चेत् तदानीं यणादेशः भवति अजादिप्रत्यये परे। संयोगः अस्ति न किं ब्रू धातोः संयोगः अस्ति उकारात् पूर्वं बकारः रेफ अस्ति तत्र परन्तु ब्रू धातोः प्रसङ्गे उष्णोः सर्वधातुके कार्यं करोति वा न करोति किमर्थं चेत् तत्र संयोगः अस्ति न्यान्तम् अङ्गं नास्ति खलु तत्र किन्तु उदाहरणम् इच्छति चेत् शक्नु तत्र भवति ब्रू इत्यत्र उष्णुः सरदत्तके इत्यस्य प्रसङ्गः नास्ति किमर्थमिति चेत् श्नु प्रत्यन्तम् अङ्गं नास्ति तत्र ब्रू इति श्नु प्रत्यन्तम् अङ्गं नास्ति उष्णुः सरदत्तके केवलं श्नु प्रत्यन्तम् अङ्गम् अस्ति चेदेव भवति अस्तु अस्तु तर्हि अग्रे गन्तुं शक्नुमः एकः प्रश्नः भगिनि सूत्रस्थे उष्णवोः सार्वधातुके असंयोगपूर्वक अहम् अवगच्छामि परन्तु अनेकाच अन्य अपि अपेक्षत असंयोगपूर्वक अनेकाच अनेकाचपि अस्ति अतः उष्णो सरदत्तके इति सूत्रस्य विवरणं मया न दत्तं परन्तु सम्पूर्णविवरणम् अपेक्षितं चेत् अनेकाच् अङ्गस्य हू अपि च अनेकाच् श्नु प्रत्यान्त अङ्गस्य श्नु इति प्रत्ययं योजयामः चेदेव अनेकाच् भवति अङ्गम् एकः एव अच् नास्ति खलु श्नु इत्यत्र एकः अच् अस्ति अपि च धातौ एकः अच् तु भवति एव अतः अनेकाच् इति आटोमेटिक् अस्ति खलु यत्र त्रिष्णु प्रत्यान्तम् अङ्गम् अस्ति तत्र सर्वत्र अनेकाच् एव अङ्गम् परन्तु परिवर्तन उष्णवोः केवलं व हलन्त आयाति अपि च अचि श्रु धातु सम्बन्धे उव आयाति अहं अत्र केवलं पश्यामि परन्तु भेदः अस्ति अत्र परिवर्तन सम्बन्ध है आदेशः भिन्नः खलु धातु ब्रुवाम् इत्यत्र भिन्न आदेशः उष्णोः इत्यत्र भिन्न आदेशः अतः भेदः अस्ति परन्तु कुत्र अनयोः सूत्रयोः प्रसङ्गः इति पश्यामः चेत् यत्र असंयोगपूर्वकः श्नु प्रत्यान्तम् अङ्गम् अनेकाच् एव भवति अनेकाच् असंयोगपूर्वकः श्नु प्रत्यान्तम् अङ्गम् अस्ति चेत् तत्र उष्णोः सारोधातुके इत्यस्य प्रसङ्गः भवति अजादि प्रत्यये परे सूत्रसङ्ख्या षष्टाध्याये चतुर्थपादे अस्ति 87 अस्तु अग्रे गच्छामि पुनः अहम् अवगतं किमर्थम् अजिष्णु धातु सूत्रं प्रसक्ति अस्ति परन्तु न भवति किमर्थं भगिनि अहं न अवगतम् चिनु इति धातुः अस्ति वा न चिनु चि एव धातु चि एव धातुः तत्र चि धातुः अनन्तरम् अजादिप्रत्ययः नास्ति चिनु इति धातुः नास्ति अतः धातुम् अवलम्ब्य अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः नास्ति यतोहि अचिष्णु धातु ब्रुवाम् इति वदति ईकारान्त उकारान्त धातुः भवेत् तस्य अनन्तरम् अजादिप्रत्ययः भवेत् इति कृत्वा तत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः नास्ति परन्तु अचिष्णु धातु ब्रुवाम् इति सूत्रे किम् उक्तमस्ति अन्यम् एकं दलम् अस्ति किम् अस्ति श्नु इति उक्तं श्नु प्रत्यान्तमङ्गं यस्य श्नु प्रत्यान्तमङ्गम् अस्ति तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् तत्रापि अचिष्णु धातु ब्रुवाम् इति कार्यं कर्तुम् अर्हति तर्हि चिनु इति कीदृश अङ्गम् अस्ति श्नु प्रत्यान्तमङ्गम् अस्ति अनन्तरम् अजादिप्रत्ययः अस्ति अतः चिनु इत्यत्रापि अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसङ्गः अस्ति अवगतं वा परन्तु किमर्थं बाधितम् अन्यसूत्रम् आगच्छति तदेव न किमर्थं बाधितम् इति चेत् अत्र उष्णोः सारोधातुके इति सूत्रमस्ति उष्णोः सारोधातुके इति सूत्रं किं वदति अत्रापि चिनुयोगः अत् इत्यत्र अचिष्णु धातु ब्रुवाम् इति सूत्रं कार्यं करोति चेत् उष्णोः सरदातुके इति सूत्रस्य अवसरः न भवति यत्र यत्र उष्णोः सरदातुके इति कार्यं कर्तुम् आगच्छति तत्र तत्र अचिष्णु धातु ब्रुवाम् इत्यपि आगच्छति तर्हि द्वयोः मध्ये युद्धमस्ति द्वयोः मध्ये सङ्घर्षः तर्हि उष्णो सरोदातके इति सूत्रम् अपवादसूत्रम् अस्ति तस्य. धन्यवादः. अस्तु, सार्वदातके तदेव 87 न किं परसूत्रं न परसूत्रम् इत्यनेन नास्ति, अत्र अपवादसूत्रम् इत्युक्तं खलु. 6487 एतत् वद कृष्णोः तदेव 87 न परन्तु 87 परसूत्रम् इत्यनेन नास्ति, अत्र परसूत्रमपि अस्ति. 6477 6487 परसूत्रमपि अस्ति, अपवादसूत्रमपि अस्ति. अस्तु, इदानीम् अग्रे सर्तुं शक्नुमः. अस्तु, अत्र कः राजीभगिनी पठतु. तनादिगणे कृ योगः अत् तनादि कृभ्यः उः इत्यनेन शपं प्रबाद्य उ कृ योगः उ योगः अत् सार्वधातुकातुकयोः इत्यनेन इगन्धधातोः इकः गुणः कर् योगः उ योगः अत् करु योगः अत् अत उत् सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः कुरु योगः अत् यण् सन्धिः कुर्वत् पुंसि कुर्वत्. ओके, तनादिगणे विकर्णप्रत्ययः उ शपं प्रपाद्य अत्र उ इति विकर्णप्रत्ययः आगच्छति. उ विकर्णप्रत्ययः उ विकर्णप्रत्ययः अपित् अस्ति. किमर्थम् इत्युक्ते तत्र षित् अपि नास्ति, पित् अपि नास्ति. कृ प्रत्ययस्य अत् इति शत्प्रत्ययं योजयामः चेत् सार्वधातुक आर्धधातुकयोः इत्यनेन कृ इत्यस्य गुणः भवति. कृ इत्यस्य कृ एकः अङ्गम् इक् धातोः अन्तिमवर्णः ऋकारः, ऋकारस्य गुणः भवति. सार्वधातुकप्रत्ययः कीदृशः उ इति प्रत्ययः कीदृशः उ इति प्रत्ययः आर्धधातुकप्रत्ययः कृत् प्रत्ययः आर्धधातुकप्रत्ययः अपित् उ अपि न न एकक्षणं, केवलं राजीभगिनी वदतु, अत्र राजीभगिनी वदतु. उ विकर्णप्रत्ययः शपं प्रपाद्य उ आगच्छति. अत्र शप् नास्ति, उ विकर्णप्रत्ययः आर्धधातुकप्रत्ययः अस्ति. गुणः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. कृ इत्यस्य अन्तिमवर्णः ऋकारः, ऋकारः इकः अस्ति इति कारणेन ऋकारस्य गुणं भूत्वा कृ कर आयाति. कर् योगः उ योगः अत् कर् योगः उ करु इति करु योगः अत् अत्र अत् अपि प्रत्ययः अस्ति. अपि प्रत्ययः अस्ति इति कारणेन तत्र करु इति अङ्गमस्ति. तत्र अङ्गस्य करुयोगः अत् इति अत् अपित् प्रत्ययः परे अङ्गस्य उकारस्य स्थाने तत्र अङ्गस्य तत्र करुयोगः अत् तत्र अत उत् सार्वधातुके इति एक सूत्रेण करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारः अस्तु. करु अङ्गस्य क इत्यस्य अकारस्य स्थाने उकारः आदेशः भवति. क इक् योगः आ तत्र अत उत् सार्वधातुके इति सूत्रेण अकारस्य स्थाने उकारः आदेशः भवति अपि प्रत्यये परे. अत् अपि प्रत्ययः अस्ति इति कारणेन ककारस्य अनन्तरं एतत् अकारः अस्ति, तत् अकारः उकारः इति आदेशः भवति. इत् योगः उ कु आयाति, कु कुरु इति आगच्छति, कुरुयोगः तत्र यन्सन्धिः भूत्वा यचो यवायावः इति सूत्रेण कुर्वन् एव नाट्य यचो यवायावः यन्सन्धिः एव यन्सन्धिः भूत्वा ऊयोगः कुर्व कुर्व इति आगच्छति कुर्व कुर्व कुर्वत् इति प्रातिपदिकं पुंसि कुर्वन् स्त्रीलिङ्गे कुर्वन्ति इति अहं चिन्तयामि किमस्ति कु इति स्थाने अकारः नास्ति वा उकारः अस्ति इति कारणेन तत्र नुमागमः न भवति किल हा तत्र कुरु इत्यत्र अङ्गम् अदन्तं नास्ति अदन्तं नास्ति कु अङ्ग अदन्तस्य इति कारणेन नकारः न आगच्छति कुर्वती एव श्रीलिङ्गे भवति नपुंसकलिङ्गे कुर्वन् प्रातिपदिकं श्रीलिङ्गे कुर्वती प्रातिपदिकं नपुंसकलिङ्गे किमस्ति न न पुल्लिङ्गे कुर्वन् प्रातिपदिकं श्रीलिङ्गे कुर्वती प्रातिपदिकं नपुंसकलिङ्गे कुर्वत् इति प्रातिपदिकं पुल्लिङ्गे किमस्ति प्रातिपदिकं कुर्वन् कुर्वत्येव प्रातिपदिकं पुल्लिङ्गे नपुंसकलिङ्गे प्रातिपदिकं समानं कुर्वत् इति प्रातिपदिकं स्त्रीलिङ्गे भिन्नं कुर्वन् इति प्रथमभक्तौ एकवचने अस्तु समीचीनम् अत्र उ इति प्रत्ययः तत्र अपित् अस्ति खलु किमर्थं गुणः अत्र वासुदेवन् महोदय वदतु योगः उयोगः अत् कृयोगः उयोगः अत् इत्यत्र उ इति प्रत्ययः अपित् अस्ति खलु किमर्थं तत्र गुणः सार्वधातुकयोः अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधितं नास्ति वा तत्र तदापि उ अस्ति उ किल उ इति कीदृशप्रत्ययः अर्धधातुकप्रत्ययः हा अत्र अर्धधातुकप्रत्ययः अपित् अपि अस्ति खलु अपित् अपित् नास्ति अर्धधातु अपित् अपित् किं वदनीयम् अपित् नास्ति इति भावयामि अर्धधातुकप्रत्ययः अस्ति चेत् पित्वम् अपित्वम् इत्यस्य चिन्तनं नास्ति किमर्थं नास्ति भवती मम एक पूर्वविषये मम एकः संशयः अस्ति न मम प्रश्नस्य उत्तरं वदतु प्रथमं तदनन्तरं भवतां प्रश्नः अत्र उ इति प्रत्ययः हा पित्वम् अपित्वम् इति विषये चिन्तनं नास्ति अर्धधातुकप्रत्ययस्य विषये किमर्थं सार्वधातुकमेव अपित् भवति चेदेव किं सत्यं सत्यं किम सूत्रं किमस्ति अत्र सार्वधातुकम् अपित् किं मित्वत् भवति इति हा सार्वधातुकम् अपित् इति उक्तत्वात् सार्वधातुकस्य विषये एव पित्वा अपित्वा इति चिन्तनं परन्तु उ इति प्रत्ययः अर्धधातुकः अतः पित्वम् अपित्वम् इति किमपि न चिन्तयामः चिन्तनीयं अस्ति वदतु अजि अजिष्णु धातु ब्रुवां यो इयङु उवङौ इति सूत्रम् इति सूत्रे ब्रू कथम् अन्तर्भवति ब्रू ब्रू इति प्रातिपदिकम् अस्ति तत्र ब्रू इति प्रातिपदिकस्य विषये अपि सूत्रं कार्यं करोति ब्रू इत्यत्र ब्रू इति प्रातिपदिकस्य अनन्तरं तत्र सुप्रत्ययं योजयामः खलु तत्र औ इति प्रत्ययः अस्ति इति चिन्तयतु ब्रू योगः औ प्रथमभक्तौ द्विवचने भ्रूयोगः औ तत्रापि उवङ् आदेशः भवति भ्रुवौ भ्रू भ्रू एव सूत्रे उक्तं भ्रू एव भ्रू एव सूत्रे भ्रू एव भ्रू तत्र षष्ट्यन्तं पदमस्ति महोदय, श्नो दातु ब्रुवाम् इति तत्र समासः अस्ति, षष्ट्यन्तं पदमस्ति. मम प्रश्नः एवं, ब्रू कथं ब्रू आयति? धातु ब्रू इति प्रातिपदिकमस्ति. ब्रू इति कथम् अत्र तत्र ब्रू न महोदय, ब्रू न, ब्रू अस्ति, भिन्नः अस्ति, भेदः अस्ति. ब्रू नास्ति अत्र, ब्रवी ब्रवी ब्रवीति ब्रवीषि तत्र ब्रू अस्ति, तादृश ब्रू नास्ति अत्र. अत्र महाप्राणबकारः, महाप्राणबकारः, रेपः, उकारः. न महोदयस्य प्रश्नः, अचिष्णु धातु ब्रुवाम् अत्र ब्रू धातु कृते उवङ् आदेशः किमर्थम् इति, धातु इति कृत्वा एव खलु? न, धातु इति विशेषणं नास्ति, ब्रू इत्यस्य विशेषणं नास्ति, धातुः अपि च ब्रू अनयोः सम्बन्धः नास्ति. धातुः इति भिन्नदल, भिन्नदलं, ब्रू इति प्रातिपदिकम् अस्ति तत्र. परन्तु सूत्रे तु प्रातिपदिकस्य किमपि संशयं न दूरी, मम संशयः न दूरीकृतः. तत्र बेक्ग्रौण्ड् नाय्स् अस्ति, अतः सम्यक्तया न श्रूयते. पुनः एकवारं प्रश्नः कः इति मन्दं मन्दं वदतु. मम संशयः एवं भवति, ब्रू ब्रू इति ब्रू इति पदं, ब्रू इति धातु अस्मिन् सूत्रे न भवति. ब्रू इति धातुः नास्ति अस्मिन् सूत्रे. भवान् धातुः इति किमर्थं वदति? कथं ज्ञातवान् ब्रू इति धातुः? सूत्रं कथं ब्रू योगः भवति? सः धातुः भिन्नः, ब्रू इति धातुः भिन्नः. अस्मिन् सूत्रे यः ब्रू अस्ति, महाप्राणभकारः, सः प्रातिपदिकम् अस्ति. ब्रू इति प्रातिपदिकम् अस्ति. अत्र अदादिगणे यः धातुः, न न, अदादिगणे यः धातुः अस्ति ब्रू योगः अत् इत्यत्र यः ब्रू अस्ति सः धातुः अस्ति. सूत्रे ब्रुवाम् इत्यत्र यः ब्रू अस्ति सः प्रातिपदिकम् अस्ति, तत् प्रातिपदिकम् अस्ति. न भगिनी, तस्य प्रश्नः ब्रू इति यो ब्रू योगः अत् इति अत्र दत्तमस्ति खलु, तत्र ब्रू इत्यस्य कृते अस्य सूत्रस्य प्रसक्तिः किमर्थम् इति प्रश्नः वा? अस्तु अस्तु, इदानीं वदामि. अस्तु, ब्रूयोगः अत् इत्यत्र अचिष्णु धातु ब्रुवम् इत्यस्य प्रसङ्गः किमर्थम् इति चेत्, सूत्रे किम् उक्तं? श्नु प्रत्यान्तम् अङ्गम् अस्ति, तदनन्तरम् अचि प्रत्ययः अस्ति चेदपि सूत्रं कार्यं करोति. अनन्तरं युवोः धात्वोः नाम इकारान्त उकारान्तधातुः अस्ति चेत्, अस्व इकारः भवतु, दीर्घ इकारः भवतु, अस्व उकारः, दीर्घ उकारः भवतु, तादृशधातुः अस्ति. तस्य अनन्तरम् अजादिप्रत्ययः, इदानीम् अवगतम्. मम एकः प्रश्नः अस्ति भगिनि. भवत्याः प्रश्नः इदानीं मास्तु, भवती सर्वं जानाति खलु? न जानामि. एक अत्र अत उत्सार्वधातुके इत्यनेन उत किं किम् अकारस्य उपधा उपधा इति न वदति न? उपधा इति वदनस्य आवश्यकता नास्ति. तत्र कृ धातोः प्रसङ्गे एव अत उत्सर्वदातुके इति सूत्रं कार्यं करोति. अत उत्सर्वदातुके इति सूत्रं किं करोति इति चेत्, अतस्थाने उत्, तत्र कृ धातोः अत् अत् कुत्र भवति? यत्र गुणः भवति तत्र एव अत् भवति खलु. कर् इति अस्ति चेदेव तत्र ह्रस्वकारः, अतः कुत्र ह्रस्वकारः इति वदनस्य आवश्यकता नास्ति. उपधा इति वदनस्य आवश्यकता नास्ति. तद् आगच्छति गुणकार्येण. हा, गुणकार्येण. यतोहि उ इति प्रत्ययः आर्धधातुकप्रत्ययः, अतः सर्वत्र अङ्गेषु तत्र करु इति अङ्गं सिद्ध्यति. प्रथमतया करु इति अङ्गं सिद्ध्यति, तर्हि करु इति अङ्गे तत्र अत् कुत्र अस्ति इति वयं जानीमः. एकः एव अकारः, ह्रस्वकारः अस्ति, अतः तस्य स्थाने उकारादेशः भवति यदा अपित् प्रत्ययः परः अस्ति. अस्तु, तत्र अग्रिमबिन्दुः तत्र कः पठति? तत्र अरविन्द महोदय पठतु. ऋतादिगणे एकमेव विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं भवति. तच्च केवलं यत्र स्नम् प्रत्ययात् परं धातोः नकारः वर्तते. स्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः स्नालोपः इति इत्यनेन सूत्रेण यदा उन्द् योगः स्नम् योगः अत् उनन्द् योगः अत् उनन्द् इत्यस्मिन् स्नम् प्रत्ययात् परं धातोः नकारः वर्तते. अतः स्नान्नलोपः इत्यनेन स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्द् योगः स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्द् योगः अत् उनन्द् योगः अत् अपि तु सर्वधातुकलकादेषु स्नम् प्रत्यये स्थितस्य अकारस्य लोपः भवति स्नासोरलोपः इत्यनेन सूत्रेण उनन्द् योगः अत् वर्णमेलनेन उनन्द् उन्द् उन्दत् पुंसि उन्दन् इति रुदादिगणे विकरणप्रत्ययमस्ति स्नम् स्नम् मित् अस्ति इति कृत्वा मितचौन्द्यात् परा इति कारणेन अन्तिम अच् परं स्नम् स्ना इति आयाति. तत्र उद् उन्द् धातु स्वीकृत्य उदाहरणं दत्तमस्ति उन्द् योगः स्नम् तत्र नुमागम भवति उ योगः न योगः न योगः द् उनद् इति भवति उनद् योगः अत् शत्रुप्रत्ययस्य अस्ति नुमागमः उ योगः न न नुमागम आयाति. तदनन्तरं नन्द् उकार अच् अस्ति अन्तिम अच् तदनन्तरं नुमागम आयाति तद् इति कृ इति स्थिते उनन्द् उनन्द् योगः अत् अत्र इत्यस्मिन् स्नम् प्रत्ययस्य धातोः स्नान्नलोपः इति सूत्रेण स्नम् प्रत्ययात् परं धातोः नकारः वर्तते अतः तस्य लोपः भवति उत्तरस्य नकारस्य लोपः इति कृत्वा उनन्द् योगः अत् भवति उनद् योगः अत् तत्र उनद्योगः अत् इति सूत्र इति स्थिते स्ना स्नसोरो स्नसोरलोपः स्नाम स्ना अस् धातोः अत् लोपः भवति इति सूत्रस्य अर्थम् अस्ति इति कृत्वा उन्द् इति भवति उन्द् योगः अत् उन्दत् इति रूपं सिद्ध्यति वर्णमेलनेन. अत्र किमर्थं तत्र उन्द् इत्यत्र नुमागमः भवति इति उक्तवान् स्नम् इति सूत्रेण मितौचन्त्यात्पर इति कृत्वा स्नम् इत्यत्र अत्र किम् अस्ति तत्र नुम् अवशिष्यते वा न स्ना लोपः भवति मकारलोपः भवति किन्तु न मित् मित् अस्ति कृत्वा मितचौन्त्यात् परा कृत्वा उकारात् परं नुमागमः भवति. हा तत्र किमर्थं नुमागमः इति वदति एव मम प्रश्नः. स्नम् इत्यत्र किम् अवशिष्यते नकार नकारः अवशिष्यते वा पश्यतु शित् लोपः भवति शकारस्य लोपः भवति शित् इति कृत्वा लोपः भवति मकारस्य हेलन्द्यम् इति सूत्रेण तस्य लोपः भवति नकारः भवति न न नकारस्य अनन्तरं मकारः अस्ति खलु तस्य का गतिः तस्य हलन्त्यं मकारस्य हलन्त्यम् इत्यनेन लोपः इत्संज्ञा शकारस्य इत्संज्ञा तर्हि न इति अवशिष्यते खलु नकारः अकारः अकारस्य का गतिः अकारस्य उच्चारणार्थम् अत्र उच्चारणार्थमिति नास्ति अत्र न इव अवशिष्यते अकारः उच्चारणार्थमिति नास्ति न इति अवशिष्यते अतः नुमागमः आगच्छति इति न वक्तव्यं यत्र नुमागमः इति वदामः तत्र केवलं नकारः अवशिष्यते खलु अत्र नकारः न अवशिष्यते न इति अवशिष्यते न आदेशः भवति सर्वत्र न इति अवशिष्यते भेदः अवगतः खलु भेदः अस्ति तर्हि उन्द् इति धातुः अत्र रुदादिगणे अत्र वैशिष्ट्यं किम् इति चेत् रुदादिगणे श्नम् इति विकरणप्रत्ययः श्नम् इति विकरणप्रत्ययः अत्र मित् अस्ति यतोहि मकारस्य इत्संज्ञा अस्ति यत्र मित् अस्ति वयम् अवगन्तुं शक्नुमः तत्र मिदचोन्त्यात् परः इति सूत्रं सहकरोति यतोहि श्नम् इति प्रत्ययः कुत्र आयाति इति चेत् तत्र धातुतः एव विधीयते इति नास्ति यतोहि मित् इति सङ्केतः अस्ति तत्र श्नम् इत्यत्र मित् इति सङ्केतः अस्ति इति कृत्वा तत्र मिदचोन्त्यात् परः इति सूत्रं सहकरोति परिभाषासूत्रं सहकरोति तत् सूत्रं वदति यत्र आदेशः मित् अस्ति सः आदेशः अच्वर्णेषु अन्त्यात् परः आयाति इत्युक्ते अत्र अत्र यस्य आगमः तस्य अन्तिम अच्वर्णस्य अनन्तरम् आयाति तर्हि श्नम् इत्यस्य वैशिष्ट्यं किम् इति चेत् उन्द् इति धातौ यः अच्वर्णः अस्ति उकारः उन्द् इत्यत्र एकः एव अच्वर्णः अस्ति उकारः तादृश उकारस्य अनन्तरं श्नम् इति प्रत्ययः आयाति अतः श्नम् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं न इति अवशिष्यते अतः उनन्द् इति धातुः अस्ति अधुना तावत् बुद्धं वा तत्र विम्ला भगिनी एकवारं वदति वा मीना भगिनी किं पुनः न श्रूयते भगिनी सम्यक्तया उन्द् इति धातु रुदादिगणे पूर्वं श्नम् इति प्रत्यये पूर्वं भवति वा न भवति वा अन्तिमरूपं समानमेव किमर्थं तत् उदाहरणम् उचितं नास्ति वा उन्देव भवति उन्देव उन्द् अर्थे तत्र विशिष्ट उदाहरणम् अत्र दत्तमस्ति यतोहि अत्र श्नान्नलोपः इत्यपि कार्यं करोति खलु अतः उन्द् एव तिष्ठति तत्र पूर्वमपि उन्द् आसीत् अनन्तरमपि उन्द् आसीत् तत्र अस्ति परन्तु तत्र रुधिर् इति दातुं स्वीकरोति चेत् तत्र स्पष्टं भवति रुधिर् तत्र तु नकारः तिष्ठति खलु अस्तु विम्ला भगिनी अग्रे वदतु तत्र एतावता किं हा रुधादिगणस्य चिन्तनविषये रुधादिगणे विकरणप्रत्ययः श्नम् इति अस्ति शकारमकारस्य लोपानन्तरं न अवशिष्यते अत्र मिदचोन्त्यात् परः इत्यनेन यत्र मित् अस्ति श्नं प्रत्यये यथा श्नं प्रत्यये अस्ति तत्र अन्तिम धातोः अन्तिमस्वरस्य पूर्वं नकारः आयाति स्वरस्य परं नकारस्य वर्णस्य परम् आयाति आम् अत्र उन्द् इति धातौ श्नम् उन्द् योगः श्नम् योगः अत् इति अस्ति उ इति एकः एव वर्णः अस्ति तत् अन्तिमवर्णः अपि अस्ति तेन कारणेन उ अस्य पश्चात् न आयाति उन्द् उनन्द् भवति उ इति वर्णः वा उ इति स्वरः वर्णः स्वरः एकमेव किल अन्तिमवर्णः तु दकारः उस्वरः अन्तिमचोन्त्यात् अन्त्यात् अचः अचवर्णः सम्यक् भगिनि धन्यवादः उ इति अस्ति उ अस्य पश्चात् न आयाति उन्द् भवति उनन्द् भवति अत्र उनन्द् अस्मिन् श्नं प्रत्यात् परं धातो य नकारः वर्तते श्नं प्रत्यात् परं सः अपि लोपः भवति अन्यसूत्रेण श्नान्नलोपः इति यत्र श्नं प्रत्ययात् उत्तरस्य नकारस्य लोपः विधीयते उनन्द् अत् उनद् अत् अपित्सु उन्द् अत् नकारस्य लोपान्तरम् उन्द् अत् भवति उन्द् अत् वर्णमेलन द दकारस्य च अकारस्य वर्णमेलनेन उन्द् अत् भवति. इत्युक्ते अत्र उन्द् इति विशिष्टम् उदाहरणमस्ति. सामान्य उदाहरणम् अत्र रुदादिगणे धातुः अस्ति, रुदिर् इति धातुः अस्ति, तत्र रुद् इति अवशिष्यते. रुद् इति धातुं स्वीकुर्मः चेत् तत्र रुद् इति धातुं स्वीकृत्य अत्र रमा भगिनी वदतु तत्र किं भवति. रुद् रुद् then that nil will come, I don't know how. The in will come there and it will become rund. रुद्धिति धातुः रुदादिगणे अस्ति. रुदादिगणे रुदादिगणे धातुः अस्ति रुद्. तत्र विकरणप्रत्ययः कः? रुदादिगणे विकरणप्रत्ययः श्नम्, अतः न न अवशिष्यते. न मित् अस्ति, अतः मिदचोन्त्यात् परः कारणात् अन्तिम अच् उ तदनन्तरम् आयाति न रुन्द् रुन्द् भवति. रुणद् रुणद् रुणद् भवति. नकारं भवति. हा रुणद् भवति. एकक्षणं, तत्र प्रथमं किं भवति नत्वम् इति अनन्तरं चिन्तनं. तत्र ऋणद् इति भवति खलु, ऋणद् प्रथमं ऋणद् भवति. ऋणद् भवति. इदानीं ऋणद् इति अस्ति, ऋणद् इत्यस्य अनन्तरं तत्र अस्माकं प्रत्ययः कः? अत्. अत् इति प्रत्ययः अस्ति. तर्हि अत् इति प्रत्ययः कीदृशः? अत् अत् शित् अस्ति, अतः अजादिः अपि अस्ति खलु. शित् अजादि अस्ति, अतः श्नान् लोपः आयाति वा? न न, श्नान् लोपः इति त्यजतु. विशिष्टमस्ति सूत्रम् इदानीं. तत्र सामान्यम् अस्ति रुदादिगणे तत्र प्रक्रिया कथम् अस्ति इति चेत्, यत्र अपित् प्रत्ययः अस्ति तत्र श्नम् इति प्रत्ययस्य यः अकारः अस्ति, तत्र न इति अवशिष्यते खलु श्नम् प्रत्यये. न इत्यस्य उत्तरवर्ति अकारस्य लोपः भवति यदा अपित् प्रत्ययः अस्ति. यत्र पित् प्रत्ययः अस्ति तत्र न इति एव तिष्ठति. अतः ऋणद्धि इति रूपं. यत्र अपित् प्रत्ययः अस्ति तत्र रुन्धः, तत्र नकार उत्तरवर्ति अकारस्य लोपः भवति. इदानीम् अत्र अस्माकं पुरतः अत् इति प्रत्ययः अपित् अस्ति खलु. किं भवति? न न, ऋणद् योगः अत् इति. अत् इति प्रत्ययः अपित् अस्ति, अतः तत्र श्नसोरल्लोपः इति सूत्रेण अपित् प्रत्यये परे श्नम् इत्यस्य अकारस्य लोपः भवति. रुन्द् इति भवति खलु. रुन्द् रुन्द् योगः अत् किं भवति तत्र? रुन्ध. हा, रुन्धत् इति भवति. तत्र रुन्द् इत्यत्र नत्वं भवति न वा इति इदानीं मीना भगिनी वदतु. रुन्धत् भवति नत्वम्. अट् कूप्याम् एव व्यवहारः अपि सम्भवति. अत्र अट् प्रत्याहारः नास्ति भगिनि, सो रुन्धत् एव नकारयमेव नत्वम्. अत्र निमित्तं किम् अस्ति रुन्धत् इत्यत्र निमित्तं किम्? नकारः अस्ति, ध तु अनन्तरम् अस्ति. अनन्तरम् अस्ति, रुन् भवति. अत्र निमित्तं किमस्ति? मीना भगिनी वदतु, निमित्तं किम् अस्ति अत्र? रुन्द् इत्यत्र णत्वस्य णत्वस्य निमित्तं किम्? णत्वस्य निमित्तम् अकोभ्यां न केन कारणेन नत्वं भवितुम् अर्हति इति भवती चिन्तयति, तत्र निमित्तं किम् अस्ति? निमित्तं तु सामान्यतया रेपः, शकारः, ऋकारः निमित्तं खलु, अत्र निमित्तं किम्? सूत्रं इदानीम् अस्तु, तत्र वंशी भगिनी सहायं करोतु. रसाभ्यां नूनः वंशी भगिनी वदतु. आं भगिनि, तत्र रुन्ध्यते इति अस्ति किल तत्र? रेपः इदानीं चिन्तनं कुर्मः भगिनि, एकवारं शृणोतु भगिनि. रेपः अनन्तरम् उकारः अस्ति, अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रेण रेपः अनन्तरं यत् अकारः अस्ति तत् बाधकवर्णः न भवति, तदनन्तरं नकारः अस्ति तत्र तत् नकारस्य नत्वं भवति भगिनि. तर्हि रुन्दत् इति रूपम् अस्ति इति भवती वक्तुम् इच्छति वा? अत्र अन्य अन्यचिन्तनमस्ति वा? मीना भगिनी किं चिन्तयति? दन्त्यनकारः अस्ति, रुन्दत् इति रूपं भवति. अत्र रेपम् अस्ति, रसाभ्यां नूनः रसाभ्यां नूनः इत्यस्य प्रसक्तिः नास्ति भगिनी. अत्र पश्यतु, तत्र रेपस्य अनन्तरम् उकारः अस्ति खलु, रसाभ्यां नूनः समानपदे इति तदा एव कार्यं करोति, व्यवधानं नास्ति. अत्र व्यवधानम् अस्ति, अतः अट्कुप्वाङ् नुं व्यवाय अपि इति सूत्रस्य प्रसक्तिः अस्ति. परन्तु तत्र ऋणद् इति रूपम् अस्ति वा इति तत्र शोभा भगिनी किं चिन्तयति? आं भगिनि, अत्र ऋणद् इति अस्ति इति मन्ये. रेपः निमित्तम् अस्ति, अपि च रेपस्य अपि च नकारस्य मध्ये व्यवधाने उकारः अस्ति यत् अट्कुप् वाङ् व्यवायेपि इति सूत्रे अतः तत्र बाधा किमपि न भवति इति अहं मन्ये. ऋणद् इति भवति इति मन्ये. नत्वं भवति भगिनी, रेफा अस्ति, तदनन्तरम् उकार अस्ति, बाधकवर्णः नास्ति, ततः नत्वं भवति. अस्तु, तर्हि अन्य कोऽपि किमपि अन्य चिन्तनं? उकार तु अट् प्रत्याहारे अस्ति इति कृत्वा अट् कुप्वायिं प्रवाये अपि यतोपि व्यवायम् अस्ति चेदपि नत्वं भवति. अत्र पश्यतु, अत्र अट्कुप्वाङ् नुं व्यवाये अपि इति सूत्रस्य प्रसङ्गः अस्ति इति सत्यं, तत्त्वयम् अवग सर्वे तत्र सर्वैः बुद्धम्. अत्र अन्यसूत्रस्य प्रसङ्गः अस्ति इति, तत्र धकारस्य धकारस्य द्वित्वं भूत्वा ऋणद्ध. न, अत्र नत्वस्य चिन्तनम् अस्ति. अत्र अन्यसूत्रस्य प्रसङ्गः अस्ति वा? अत्र वस्तुतः नत्वं न भवति. बहु सम्यक्, बहु सम्यक्, उत्तमं. नश्यापदान्तस्य जलि इति तत्र वदतु, इतोपि वदतु. नश्यापदान्तस्य जलि कारणेन रुन्द् अनुस्वार भवति, तदनन्तरं किमर्थं भवति? किमर्थं न किमर्थं भवति इति वदतु. किमर्थं नश्यापदान्तस्य जलि? इदानीं तत्र अट्कुप्वाङ् नुं व्यवाये अपि इत्यस्य प्रसङ्गः अस्ति, नश्यापदान्तस्य जलि इत्यस्य अपि प्रसङ्गः अस्ति, द्वयोः सूत्रयोः प्रसङ्गः. तर्हि किमर्थं नश्यापदान्तस्य जलि? न, सूत्रसङ्ख्या क्रमः पश्यतु, परसूत्रमस्ति. अट्कुप्वाङ् इति चतुर्थाध्याये अस्ति, परसूत्रम्. अतः अट्कुप्वाङ् इति सूत्रं किम् अस्ति? असिद्धम् अस्ति. पूर्वत्र सिद्धम् इति अस्ति. अनन्तरं नकार पुनः आगच्छति, किन्तु तत् उपवाङ् सूत्रस्य परे आगच्छति. अतः अत्र नत्वं कथञ्चिदपि न भवति. अस्मिन् विषये चिन्तनं कुर्वन्तु, बहु सम्यक् अस्ति उदाहरणम्. अत्र नत्वं भवति इति भाति, परन्तु अत्र तस्मात् पूर्वं नश्शापदान्तस्य झलि इति सूत्रेण अपदान्तनकारस्य स्थाने अनुस्वारादेशः भवति झलि परे. अत्र धकारः जल् वर्णः इति कृत्वा नकारस्य स्थाने अनुस्वारः भवति. इदानीम् अनुस्वारः अस्ति इति कृत्वा अट्कुप्वाङ् नुम्व्यवाये इत्यस्य प्रसङ्गः एव नास्ति. अनुस्वारस्य स्थाने परसवर्णादेशः भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण. अतः नकारः पुनः आगच्छति, परसवर्णः इति कृत्वा तत्र तवर्गस्य पञ्चमवर्णः आगच्छति. अतः रुन्द् इत्येव अस्ति, रुन्दत् इति पदम् अस्ति खलु, तत्र अपि एतदेव क्रमः भवति. किं श्रीकान्त्, श्रीकान्तः तत्र चर्चा वयं कृतवन्तः, तत्रापि अनुस्वार आगच्छति. अनन्तरं अट्कुप्वान् तु अनुस्वार एव पश्यति, न तु नकारः, अतः नत्वं न भवति. अनन्तरं नकार आदेश भवति अनुस्वारस्य. भगिनी, अधुना नत्वं किमर्थं न भवति? यतोहि अधुना वदतु किमर्थं नत्वं न भवति. इदानीम् अनुस्वारस्य ययि परसवर्णः इति कार्यं जातं खलु. सत्यं, तत् अनुस्वार कुत्र अस्ति? अष्टमादेशस्य अन्ते अस्ति. ओ, त्रिपाद्यम् अस्ति तु न भवति. सत्यं, यदि सपादसप्ताध्यायम् अस्ति चेत् सपादसप्ताध्याय अस्ति. अनुस्वारस्य ययि परसवर्णः इति अष्टमादेशपादे अन्ते अस्ति. अस्ति, तर्हि त्रिपाद्यम् अस्ति चेत् तत्र कार्यं न भवति भगिनि. न भवति इति कृत्वा रुन्देव अस्ति, रुन्दत् इति सामान्यचिन्तनम्. इत्युक्ते सारांशः कः इति चेत्, रुदादिगणे यदा अपित् प्रत्ययः भवति तत्र श्नम् इति प्रत्ययस्य अकारस्य लोपः भवति, श्नसोरल्लोपः इति कृत्वा. ततः एव वयं पश्यामः, रूपाणि पश्यामः चेत् रुद् इति धातुः रूपाणि कोऽपि वक्तुमिच्छति वा? अत्र पमेला भगिनी वक्तुमिच्छति वा? रुणद्धि, रुणद्धि प्रथम कोऽपि वदतु न, तत्र कोऽपि जानाति चेत् वदतु. अदृष्ट्वा रुन्धन्ति, अदृष्ट्वा अहं न दृष्टवती. अस्तु अस्तु, वदतु तर्हि विजयलक्ष्मी भगिनी. रुणद्धि, रुन्धः, रुन्धन्ति. इति पश्यामः चेत् यत्र यत्र अपित् प्रत्ययः अस्ति तत्र तत्र नकारः एव तिष्ठति, नकारः एव दृश्यते अथवा श्रूयते. यत्र पित् प्रत्ययः अस्ति तत्र न इति श्रूयते, रुणद्धि न इति श्रूयते. परन्तु यत्र अपित् प्रत्ययः, अत्र प्रथमपुरुषे द्विवचने रुन्धः, अनन्तरम् अन्ति इति प्रत्ययः बहुवचने रुन्धन्ति, तत्र सर्वत्र केवलं नकारः एव श्रूयते, न तु न. अस्तु भगिनी, श्नानलोपः तत्र सम्पूर्णसूत्रं किं? तत्र रुधातु कृते किमर्थं कार्यं न भवति? हा, श्नानलोपः इति किं वदति इति चेत्, श्ना प्रत्ययस्य, तत्र श्नम् इति प्रत्ययस्य अनन्तरं नकारः अस्ति चेत् तस्य लोपः भवति. यथा अत्र उनन् उनन्द् इत्यत्र श्नम् प्रत्ययस्य अनन्तरं नकारः अस्ति चेत् तस्य लोपः भवति इति सूत्रं वदति. परन्तु रुणद् इत्यत्र तत्र नास्ति, नकारः नास्ति खलु, श्नम् इत्यस्य अनन्तरं नकारः नास्ति खलु. तत् किमर्थम् उक्तं भगिनि? श्नम् प्रत्ययात् परं नकारः इत्युक्ते कुतः, कुत्र अस्ति नकारः? उनन्द् इत्यत्र अस्ति खलु, उनन्द् अनन्तरं नकार. श्नानलोपः इति विशिष्टमस्ति, सर्वत्र कार्यं नास्ति तस्य. तस्य कार्यं कुत्र अस्ति इति चेत्, श्नम् प्रत्ययस्य अनन्तरं नकारः अस्ति चेत् तत्र एव भवति. इदानीम् उन्द् इति धातुः अस्ति, तत्र मूले एव नकारः अस्ति मध्ये. इदानीं श्नम् इति प्रत्ययः उकारस्य अनन्तरं न इति आगच्छति, तर्हि उनन्द् इति अस्ति. एतादृशसन्दर्भेषु यत्र नकारद्वयं श्रूयते तत्र श्नम् इत्यस्य अनन्तरम् इह नकारः, तस्य लोपः भवति. बुद्धं वा? किञ्चित् स्पष्टता नास्ति तत्र. श्नम् इत्यस्य अनन्तरम् इति तत्र उन्दिति धातुः अस्ति खलु, उन्दिति धातुः तत्र, उन्दिति धातुः तत्र नकारः अस्ति वा नास्ति वा? उन्दिति धातु मध्ये नकारः अस्ति. इदानीं श्नं प्रत्ययं योजयतु तत्र. योजयति चेत् नकारः मध्ये आगच्छति, उनन्द् इति आगच्छति. नकारद्वयमस्ति खलु? आं सत्यम्, नकारद्वयमस्ति खलु. एकः तु श्नम् इति प्रत्ययस्य न इति अस्ति, तस्य अनन्तरं नकारः अस्ति खलु. ओ ओ, योजनानन्तरमपि तत्र श्नम् इति प्रत्ययः तस्मिन् मध्ये अस्ति इति कृत्वा तादृशं वदति वा? श्नम् इति प्रत्ययस्य अनन्तरं नकारः अस्ति वा नास्ति वा? उनन्द् इत्यत्र श्नम् प्रत्ययः अस्ति, तस्य अनन्तरं मूले यः नकारः आसीत् सः अपि अस्ति खलु? अस्ति. तादृशनकारद्वयं न भवतु रूपे इति कृत्वा तत्र श्नम् इत्यस्य अनन्तरं यः नकारः अस्ति तस्य लोपः भवति, श्नान्नलोपः इत्यनेन. ऋणद् इत्यत्र नकारद्वयं नास्ति खलु, अतः श्नान्नलोपः इत्यस्य कार्यं नास्ति. तत्र श्नम् प्रत्ययस्य न लोपः भवति खलु? श्नम् प्रत्ययस्य न लोपः न भवति. ऋणद् इत्यत्र श्नम् प्रत्ययस्य अकारस्य लोपः भवति. श्नसोरल्लोपः स्नात् न लोपः इति श्नान्न लोपः इति भवति वा भगिनि? किं स्नात् न लोपः? हा, श्नान्न लोपः इति सत्यम्. ओ अस्तु अस्तु. तत्र द्वयोः सूत्रयोः पश्चात् उन्द् इति धातु यथावत् तिष्ठति, उन्द् इति धातु तिष्ठति, तदनन्तरं प्रक्रिया. तत्र उन्द् इति सर्वत्र नास्ति, यत्र अपित् प्रत्ययः अस्ति तत्र उनद् इति एव अस्ति. उनद् अपित् प्रत्ययः परः अस्ति चेत् उन्द्. भगिनि श्नम् इति मित् इति आगमः खलु? मित् इति आगमः इति स्वीकर्तुं शक्नुमः, मित् इति यत्र वदामः आगमः इति स्वीकर्तुं शक्नुमः. तदा अत्र विकर्णप्रत्ययः तत्र विकर्णप्रत्ययः च आगमः इति वैशिष्ट्यमस्ति, वैशिष्ट्यमस्ति तत्र. यद्यपि विकरणप्रत्ययस्य विधानम् अस्ति, परन्तु विकरणप्रत्ययस्य विधानं धातोः अनन्तरं नास्ति, परन्तु धातोः मध्ये अस्ति मित्वात्. अस्तु, अचुर्णस्य परे अस्ति, तत् जानामि. अन्तिम अचुर्णस्य अनन्तरं आगमः एव खलु, तत्र आदेश न भवति. आगमः एव इति न वक्तुं शक्यते. आगमः इति एव इति वदति चेत् आगमस्य विशिष्टनियमः अस्ति खलु, कित् टित् इति तादृश उल्लेखः नास्ति खलु तत्र. किन्तु ततः आगमः इति न वदामः, विधानम् इति वदामः, विकरणप्रत्ययस्य विधानम् इति वदामः. आगमः इति उल्लेखः नास्ति कुत्रापि. अस्तु अस्तु. किन्तु विकरणप्रत्यये मित् अस्ति चेत् तत्र तदपि आगमः इति न वक्तुं शक्नुमः, तत्र आगमः इति वक्तुं शक्नुमः, यतोहि मित् इति उक्तत्वात्. अस्तु, श्नम् इति मित् इति उक्तत्वात् श्नम् इति आगमः इति वक्तुं शक्नुमः. परदातु अस्ति वा? तथैव तथैव एतदेव आगच्छति. पठामः न अग्रे रुदादिगणे एतत् सर्वं वयं पठामः, अतः चिन्ता मास्तु. अत्र अस्माकं सारांशरूपेण अवधानं किम् इति चेत् धातुगणेषु रूपभेदाः भवन्ति, सारांशः तदेव. धातुगणेषु रूपभेदाः भवन्ति, किमर्थं भवन्ति इति चेत् विकरणप्रत्ययस्य भेदेन कुत्रचित् विकरणप्रत्ययस्य लोपः भवति, कुत्रचित् विकरणप्रत्ययस्य कारणेन अङ्गे भिन्नभिन्नकार्याणि भवन्ति, तादृशकार्याणि भिद्यन्ते गणम् अनुसृत्य. अपि च यत्र विकरणप्रत्ययः नास्ति तत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि अपि भिन्नभिन्न अङ्गकार्याणि भवन्ति इति कृत्वा तत्र रूपं भिन्नं भवति प्रत्येकं गणे. सारांशः अस्ति अत्र तु तत्र सूत्राणि कथं प्रक्रिया इति केवलम् अस्माकं किञ्चित् अवगमनार्थम् उक्तम्. अस्माकम् एतस्मिन् विषये अध्ययनम् इति अस्माकं लक्ष्यं नास्ति इदानीम्. अतः तत्र विस्तृतरूपेण न उक्तं, विस्तृतरूपेण चर्चा अपि न कृता अस्माभिः. अतः किञ्चिदेव अत्र उक्तं, किञ्चिदेव वयम् अवगच्छामः. सारांशः अवगच्छति चेत् सारांशम् अवगच्छति चेत् पर्याप्तम्. सर्वे गणस्य विकरणप्रत्ययः अस्ति एव न भवतु, सर्वस्य अस्ति, तत्र कुत्रचित् लोपः भवति खलु. इदानीं वदा न आगच्छति चेत् कथं न आगच्छति? सर्वे अस्ति न, सर्वे गणे, तत्र अदादिगणे विकरणप्रत्ययस्य लोपः भवति खलु. लोपः अस्ति चेत् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति इति एव मम आशयः अस्ति. अस्तु, तर्हि अत्र स्थगयामः. समयः बहु अतीतः. प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् अत्र विरमामः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः.